पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 193 पार्वत्युवाच देवदेव महादेव सर्वज्ञ सकलार्थद कृपां मयि परां कृत्वा यत्पृच्छे तद्वदस्व मे श्रुतं च गीतामहात्म्यं बह्वाश्चर्यकथायुधं तेन मे भक्तिरुत्पन्ना श्रोतुं कृष्णकथां परां पुराणेषु तु सर्वेषु श्रीमद्भागवतं परं यत्र प्रतिपदं कृष्णो गीयते बहुदर्षिभिः तन्माहात्म्यं यथा तत्त्वं सेदिहासं वदाधुना ईश्वर उवाच नैमिषे सुदमासीनमभिवाद्य महामदिं कथामृतरसास्वादकुशलशौनको ब्रवीद शौनक उवाच अज्ञानध्वान्तविध्वंसि कोटिजन्माखनाशनं श्रीमद्भागवताख्यानं सुदाख्याहिरसायनं भक्तिज्ञानविरागाढ्यो विवेको वर्धते कथं महामोहनिराशश्च वैष्णवैः क्रियते कथम् इह कोरे कलौ प्रायो जीवच्चासुरतां गदः क्लेशाक्रान्तस्य तस्याथ शोधने किं रसायनं श्रेयस्सां यत् भवेच्छेयः पावनानां च पावनं कृष्णप्रीतिकरं यच्च साधनं तद्वदाधुना चिन्तामणिं लोकसुखं सुरेन्द्रास्पदसम्पदं प्रयच्छति गुरुप्रीतो वैकुण्ठं चादिदुर्लभं सूद उवाच प्रीतोऽहं ते द्विजश्रेष्ठा कथयिष्ये यथाश्रुतं सारात्सारतरं यच्च संसारभयनाशनं भक्तिप्रवर्तकं यच्च कृष्णसन्तुष्टिहेतुकं तन्मे कथयद साधो सावधानतया शृणु कालव्यालमुखालीठ जगत्राणविधायकं श्रीमद्भागवतं शास्त्रं कलौ कृष्णेन भाषितम् यदस्मादपरं किञ्चिन्मनःशुद्धिकरं न हि जन्मान्तरकृतैः पुण्यैर्लभ्यते साधुभिस्तु तद् राज्ञः परीक्षितो मोक्षं ज्ञात्वा कमलसम्भवः तोलयामासशास्त्राणि पुराणानि महान्ति च श्रीमद्भागवतं तत्र करीयो भुवि सङ्गतं श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा इति संचिन्त्य बहुशो मुनयः साधवो मलाः मेनिरे भगवद्रूपं श्रीमद्भागवतं क्षितौ पठनाश्रवणाद्यस्य नरो यादि हरेः पदम् वर्षेण श्रवणं तस्य बहुसौख्यप्रदायकं मासेन भक्तिराभास्यं लभते द्विजसत्तम सप्ताहेन श्रुतं चैतत्सर्वदा मुक्तिदायकं किं बहुकृतेन वै साधो श्रीमद्भागवतामृतं नित्यं सद्भिः प्रपातव्यं कृष्णलीलाप्रकाशकम् सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ब्रह्मणश्रुतपूर्वाय सप्ताहश्रवणे विधिः। शौनक उवाच, पिदुर्लब्ध्वा वरं ज्ञानं श्रीमद्भागवताभिधं नारदो लोकतत्त्वज्ञः सर्वदा ह्यटते महीं। कुत्र तैः सङ्गमो जातो नारदस्य महात्मभिः? श्रुतो देवर्षिणा यत्र सप्ताहश्रवणे विधिः। सूत उवाच, अत्र ते वर्णयिष्यामि भक्तियुक्तं कथानकं यत्पुरा ब्रह्मरादेन मह्यं प्रोक्तं दयालुना। एकतादु विशालायामुपविष्टमथो मुखं नारदं सनकाद्यास्ते ददृशुर्दीनमानसं। तं दृष्ट्वा चिन्तयानं तु देवर्षिर्भ्रातरं स्वकं पप्रचुर्विस्मयाविष्टा मुनयस्तत्त्वचिन्तकाः। कुमारा ऊचुः, किं त्वं चिन्तयसे ब्रह्मन्नदिदीन इवातुरः? तवेद्धं मुक्तिसङ्गस्य नोचितं वद कारणम्। नारद उवाच, अहं पृथ्व्यां समायादो ज्ञात्वा सर्वोत्तमोत्तमां तीर्थैर्नानाविधैर्युक्तां पुण्यदैः पुण्यरूपिणीं पुष्करे च प्रयागे च काश्यां गोदावरीतटे हरिक्षेत्रे कुरुक्षेत्रे श्रीरङ्गे सेतुबन्धने एतेष्वन्येषु तीर्थेषु भ्रममाण इतस्ततः नापश्यं कुत्र चिच्छर्म मनःसन्तोषकारकं कलिनाद्धर्ममित्रेण धरेयं बाधिताधुना। सत्यं शौचं दयादानं नास्ति कुत्रापि भूतले। उदरं भरिणो लोका वराकाः कूढसाक्षिणः मन्दासुमन्दमदयो महापाखण्डसंश्रयाः। त्रिप्रधानगृहस्थाश्च वर्णिनो व्रतवर्जिताः वानप्रस्थाः पुरा वासान्यासिनो भोगतत्परा। कन्या विक्रयिणो लोभात् कृषिकर्म परायणाः भ्रष्टाचारा दम्भिनश्च स्वेच्छाचारनिदर्शिनः। आश्रमा यवनैरुद्रास्तीर्थानि सरिदो ह्रदाः देवतायतनान्यत्र दुष्टैरुच्छेदितानि च। योगी सिद्धोधवाज्ञानी सत्क्रियोत्र न दृश्यते कलिदा वानलेनाद्य साधनं भस्मदां गदम्। अट्टशूला जनपदा शिवशूला द्विजादयः कामिन्यकेशशूलिन्यो दृश्यन्ते भुवि सर्वदः। एकदाहमनुप्राप्तो यमुनायास्तडं शुभं दृष्टं वृन्दावनं तत्र यत्र लीला हरेरभूत। तत्र यच्चाद्भुतं दृष्टं श्रूयतां तन्मुनीश्वराः। एकादु तरुणी तत्र निषण्णा खिन्नमानसा द्वौ वृद्धौ पतितौ पार्श्वे निःश्वसन्तावचेतनौ शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः दृष्टा दिशो निरीक्षन्ती रक्षितारमिवात्मनः विद्यमाना बहुस्त्रीभिर्बोध्यमाना मुहुर्मुहुः दृष्ट्वा दूराद्गतश्चाहं कौतुकेन तदन्तिकं मां दृष्ट्वोद्धाय सा बाला वचनं चेदमब्रवीद बालोवाच भो साधोऽत्र क्षणं तिष्ठ मम चिन्तामपाकुरु पुंसां च दर्शनं भद्र सर्वाकौकनिवारणं पुण्येन प्राक्तनेनैव दर्शनं तव जायते अदो मे मानसं दुःखं चेत्तुमर्हसि मानद नारद उवाच एवमुक्तस्तया चाहं कृपया स्निग्धमानसः अपृच्छं तां वरारोहां कौतुकेन समाकुलः का त्वमेतौ च कौ भद्रे काश्चे माः पद्मलोचनाः आख्याहि मत्पुरः सर्वं तव दुःखस्य कारणम् इति पृष्ठा मया साधु बाला दुःखितमानसा प्रोवाच निखिलं दुःखमात्मनो दुःखकारणम् बालोवाच अहं भक्तिरिदिख्यादा ये दौ मे तनयौ वरौ ज्ञानवैराग्यनामानौ पालयोगेन जर्जरौ गङ्गाद्या सरितश्चेमा मम सेवार्थमागताः येदाभिसेविता नित्यं सत्कारेणापि नारदा न च श्रेयो लभे किञ्चित् क्षीणाहं सर्वतो मुने मम पूर्वं तु वृत्तान्तं शृणु ब्राह्मणसत्तम येनाहं दुःखिता जाता न लभे शर्म कुत्रचिद् उत्पन्ना द्रविडे चाहं कर्णाटे वृद्धिमागता स्थिता किञ्चिन्महाराष्ट्रे गुर्जरे जीर्णदां गदा तत्र घोरकलेर्योगात् पाखण्डैः खण्डिताङ्गकाः दुर्बलाहं चिरं जादा पुत्राभ्यां सह मन्दतां वृन्दावनमिदं प्राप्ता दैवयोगेन नारद जादाहं तु पुनर्बाला नवीनेव सुरूपिणी इमौ तु शयितावत्र सुतौ मे क्लिष्टमानसौ अधिवृद्धौ परित्यज्य गन्तुं नाहं क्षमाधुना अहं बाला कथं जादा सुतौ मे जरढौ कुतः त्रयाणामेकभावानां वैपरीत्यं कुतो भवत् कडदे जरठमादा बालकौ तनया विधि अध शोचामि चात्मानं विस्मयाविष्टमानसा यदि त्वं वेत्सि धर्मज्ञ कृपालो दीनपालक वद सर्वं यथा तत्त्वं कारणं चात्र यद्भवेत् एवं पृष्टस्तया चाहं क्षणं चैव विमृश्यतु अवोचं भक्तिमाभाष्य क्लिष्टां कालेन भूयसा ज्ञानेनाहं प्रपश्यामि वृत्तं सर्वं तवानके मा विषादं कुरु प्राज्ञे हरिश्चन्दे करिष्यति सर्वसत्त्वहरो बाले युगोऽयं दारुणकरि लुप्तोऽनेन सदाचारो योगमार्गस्तपांसि च जनाश्चाखाद्या सुरायन्ते षाढ्यदुष्कृतकारिणः सन्दोह्यस्मिन्सु दुःखार्ता असन्दोहृष्टमानसाः दृश्यते धीरचित्तस्तु पण्डितोऽपि न कोऽपि च अस्पृश्य नवलोक्येयं दुष्टभाराकुलाद्धरा अन्वब्धं क्रमदो जादो मङ्गलं हीयदेऽन्वहं न त्वां तव सुतौ चेमौ कोऽपि पश्यति भामिनि यूयं दुराग बहुलैस्त्यक्ता जर्जरतां गदाः वृन्दावनस्य संयोगात् बालात्वमभवः पुनः धन्यं वृन्दावनं चेदं भक्तिर्यत्रा भवन्न वा अत्रेमौ ग्राहका भावान्नवीनत्वं न चागतौ किञ्चिदात्मसुखेनेह प्रसुप्ता विधिलक्ष्यते भक्तिरुवाच कथं परीक्षिता राज्ञा स्थापितोऽद्य शुचिखलि दयापरेण हरिणा ह्यधर्म किमुपेक्षितः येन मे संशयं चिन्ति त्वद्वाजा सुखितास्म्यहं तस्यावच समाकर्ण्य भूयोऽहमवदं द्विजाः यदि पृष्ठस्त्वया बाले प्रेमदश्रवणं गुरु यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः कलिस्तद्दिनमारभ्य प्रवृत्तः सत्यबाधकः दृष्टो दिग्विजये राज्ञा दीनवच्चरणं गतः न हतोऽस्य गुणद्रष्टा सर्वसाधारणं त्विधं यद्बलं तपसा नैधि न योगे न समाधिना तद्बलं लभते धीमान् कलौ केशवकीर्तनाद यतादृशं कलिं दृष्ट्वा सारात् सारफलप्रदम् विष्णुराधस्थापितवान् कलिजानां हिताय च कुकर्माचरणात् सारसर्वतो निर्गतोऽधुना पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा विप्रैर्भागवती वार्ता गेहे गेहे जने जने करिदा धनलोभेन कथा सारस्तदो गतः अत्युग्रभूरि कर्माणो नास्तिका दाम्बिका जनाः तिष्ठन्ति सर्वतीर्थेषु तीर्थसारस्तदो गतः कामक्रोध महालोभ तृष्णाव्याकुलचेतसः समारभन्ते कर्माणि कर्मसारस्तदो गतः मनसश्च जयाल्लोभादम्भात् पाखण्डसंश्रयाद शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गदं पण्डितास्ते कलत्रेषु रमन्ते महिषा इव पुत्रोत्पादनदक्षाश्च न दक्षा मुक्तिसाधने न हि वैष्णवदा कुत्र सम्प्रदायपुरःसराः देवनिन्दापरा सर्वे साधुनिन्दापरायणाः अयं तु युगधर्मोऽस्ति दीयते कस्य दूषणं अतस्त्वं पुण्डरीकाक्षं स्मृत्वा सौख्यमवाप्स्यसि एवं मयोक्तं वचनं श्रुत्वा सा विस्मयं गता उवाच वचनं भूयो मां प्रशस्य द्विजोत्तमाः भक्तिरुवाच देवर्षे त्वं तु धन्योऽसि मद्भाग्येन समागतः साधूनां दर्शनं लोके सर्वसिद्धिप्रदायकं सुखोपायो यथा मे स्यात् तथा दिश मुनेऽधुना सर्वज्ञस्य तव ब्रह्मन्न साध्यं किमपीह वै अजयदजितमायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य ध्रुवपदमुपयादो यत्कृपादो ध्रुवो वै तमहमरणभूतं ब्रह्मपुत्रं न दास्मि इति श्रीपाद्मे महापुराणे उत्तरखण्डे भागवतमहात्म्ये त्रिनवत्यधिकशततमोऽध्यायः ॐ